सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्। आदौ मङ्गलाचरणं कुर्मः। भगिनी एकवारं सुभाषितं स्मारयतु। श्रीगुरुभ्यो नमः। विद्यानामनरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्याभोगकरी यश सुखकरी विद्या गुरूणां गुरुः विद्याबन्धुजनो विदेशगमने विद्या परा देवता विद्याराजसु पूज्यते न तु धनं विद्याविहीनः पशुः। ॐ हरि ओम्। साधु भगिनी, अस्माकं प्रवर्तमानः विषयः उपसर्गाः। गते वर्गे उपसर्गसहितक्रियापदानि दृष्टानि, उपसर्गसहितवर्तमानकालरूपाणि दत्तानि, तानि रूपाणि परिवर्त्य उपसर्गसहितलङ्लकाररूपाणि, भूतकालरूपाणि अपि च क्तवत्वन्तरूपाणि कानिचन रूपाणि अस्माभिः दृष्टानि। क्तवत् प्रत्ययान्तरूपाणां प्रसङ्गे अस्माभिः ज्ञातमेव क्तवत् प्रत्ययः कर्तरर्थकप्रत्ययः, इत्युक्ते क्तवत् प्रत्ययान्तरूपाणि कर्तारं बोधयन्ति। अद्य वयं षण्णवतितमं पुटं पठेम। षण्णवतिः इति समस्तपदमस्ति, षडधिका नवतिः। षण्णवतिः इत्यत्र षष् इति प्रातिपदिकमस्ति, षट् इत्यस्य प्रातिपदिकं षष्। षष् षड् भवति। तत्र कानिचन सूत्राणि सन्ति षण्णवतिः पदस्य प्रसङ्गे। त्रीणि सूत्राणि सन्ति, कोऽपि वक्तुमिच्छति वा? षण्णवतिः, षण्णां, षण्णगर्यः, त्रिषु पदेषु समानानि सन्धिकार्याणि, तुल्यानि सन्धिकार्याणि भवन्ति। अस्माकं पुटसङ्ख्या अस्ति षण्णवतिः, तदर्थं वदन्ती अस्मि। षण्णां, षण्णवतिः, षण्णगर्यः इत्यादिषु सन्धिकार्याणि सन्ति। गीतञ्जलि भगिनी, भवती वक्तुमिच्छति वा? भगिनी प्रयत्न करोमि। षष् इति प्रातिपदिकमस्ति, तेन जलां झषन्ति सूत्रेण षड् भवति। तदनन्तरं नवति अग्रिमं न इति अग्रिमं परवर्ण अस्ति चेत् किं सूत्रं किं साधु उक्तवती, तदेव तत्र प्रातिपदिकमस्ति षष्। यदा कदापि समस्तपदस्य निर्माणप्रसङ्गे सुबन्तयोः मेलनं भवति, सुबन्त प्रातिपदिकं स्वीकर्तव्यं समस्तपदस्य निर्माणप्रसङ्गे, प्रातिपदिकं स्वीकर्तव्यं। षष् इति प्रातिपदिकमस्ति, षष् योगः नवति इति प्रातिपदिकं स्वीकर्तव्यं। यथा भगिन्या उक्तं झलां झषोन्ते इति सूत्रेण षकारस्य स्थाने डकारः आयाति, तेन षड् योगः नवतिः इति रूपं तत्र सिद्ध्यति। इदानीं किं भवति? ष्टुत्वं भवति, ष्टुत्वसन्धिः। ष्टुत्वसन्धिं वयं जानीमः, ष्टुनाष्टुः। अनुवृत्तिसहितसूत्रं स्तोः ष्टुनाष्टुः, किन्तु सूत्रमस्ति ष्टुनाष्टुः। किन्तु ष्टुनाष्टुः इति सूत्रस्य प्रसङ्गे निषेधकसूत्रमपि अस्ति। तोहिषि इति एकं निषेधकसूत्रमस्ति, न पदान्तात् टोरणाम् अन्यत् निषेधकसूत्रमस्ति। न पदान्तात् टोरणाम् इति एकं निषेधकसूत्रमस्ति, तेन ष्टुत्वं निषिध्यते। तस्य सूत्रस्य प्रसङ्गे एव एकं विशिष्टं वार्तिकमस्ति, अनां नवती नगरीणाम् इति वाच्यम्। अनां नवती नगरीणाम् इति वाच्यम् इति वार्तिकेन तत्र ष्टुत्वं भवति। अत्र नवतिः इति पदमस्ति चेत् उत्तरपदम्, अथवा नगरी इति पदमस्ति चेत् अनेन वार्तिकेन, अनां नवति नगरीणाम् इति वाच्यम् इति वार्तिकेन ष्टुत्वं भवति। ष्टुत्वं भवति इत्युक्ते किं भवति? तत्र षड् योगः नवतिः इति रूपमस्ति खलु तत्र तत्र नवतिः इत्यत्र यः दन्त्यनकारः अस्ति तस्य दन्त्यनकारस्य स्थाने मूर्धन्यणकारः आयाति श्रुत्वं भूत्वा. इत्युक्ते श्रुत्वसन्धेः प्रसङ्गे किं भवति, डकारः अस्ति पूर्वस्मिन् पदे षड् इत्यत्र डकारस्य प्रभावेण टवर्गीय अन्तिमवर्णादेशः इत्युक्ते दन्त्यनकारस्य स्थाने टवर्गीय अन्तिमव्यञ्जनं मूर्धन्यणकारः आयाति. तत्र स्थितिः का, षड् योगः अणवतिः इति रूपं तत्र सिद्ध्यति. षड् योगः अणवतिः इति रूपमस्ति. इदानीं यरोऽनुनासिकेऽनुनासिको वा इति सूत्रेण अनुनासिकसन्धिः भूत्वा आदौ षड् इत्यत्र यः डकारः अस्ति तस्य स्थाने मूर्धन्यणकारः विकल्पेन आयाति. यरोऽनुनासिकेऽनुनासिको वा इति सूत्रं वदति. वा इत्युक्ते विकल्पेन रूपं भवति. मूर्धन्यणकारः तत्र आयाति चेत् एकं रूपम्, अन्यस्मिन् पक्षे द्वितीयं रूपम् आहत्य तत्र रूपद्वयं सिद्ध्यति. षड् अणवतिः अथवा षण्णवतिः इति रूपद्वयम् आहत्य षण्णवतिः इत्यस्मिन् पदे त्रीणि सूत्राणि कार्यं कुर्वन्ति. आदौ झलां जशोन्ते सूत्रेण जस्त्वं भवति, पश्चात् अनां नवती नगरीणाम् इति वाच्यम् इति वार्तिकेन स्तुत्वं भवति, पश्चात् यरोऽनुनासिकेनु नासिको वा डकारस्य स्थाने अनुनासिकवर्णः मूर्धन्यणकारः तत्र आयाति इति कृत्वा विकल्पेन आयाति इति कृत्वा रूपद्वयं सिद्ध्यति. तेन षण्णवतिः इति रूपं षण्णां षण्णवतिः षण्णगर्यः पदेषु सन्धिकार्याणि भवन्ति. अग्रिमः विषयः अस्ति, गते सप्ताहे क्रू धातोः प्रसङ्गे भिन्न उपसर्गाणां योजनेन कीदृशं रूपं सिद्ध्यति, कुत्र आत्मनेपदित्वं सिद्ध्यति, कुत्र परस्मैपदित्वं सिद्ध्यति इति अवगन्तुम् एकं करपत्रं प्रेषितवती. क्रूधातुः यद्यपि उभयपदी धातुः, किन्तु उपसर्गाणां योजनेन कुत्रचित् विशेषतया आत्मनेपदित्वं सिद्ध्यति, कुत्रचित् परस्मैपदित्वं सिद्ध्यति. यथा अनुपराभ्यां कृण्यः इति सूत्रेण अनु उपसर्गेण सहितः क्रूधातुः परस्मैपदी एव भवति. परा उपसर्गसहित क्रूधातुः परस्मैपदमेव भवति. इत्युक्ते अनुकरोति, पराकरोति इत्यादीनि रूपाणि सन्ति. आहत्य क्रूधातोः प्रसङ्गे पञ्चसूत्राणि उपस्थितानि, तेषां द्वारा वयम् अवगन्तुं शक्नुमः क्रूधातोः कुत्र आत्मनेपदित्वं भवति, कुत्र परस्मैपदित्वं सिद्ध्यति. अद्य वयं षण्णवतितमे पुटे तृतीय अभ्यासात् आरभ्य चिन्तनं कुर्मः. तृतीयः अभ्यासः चर्चनीयः अथवा चिन्तनीयः. तृतीयम् अभ्यासं पश्यन्तु. उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत इति लिखितमस्ति रक्तवर्णैः. भूमा भगिनी आरम्भं करोतु. उदाहरणं दृष्ट्वा रिक्तस्थानं पूरयत. उदाहरणम् उत् उपसर्गपूर्वक उत् द्वे उपसर्गाः उपसर्गौ स्तः द्वौ उपसर्गौ स्तः द्वौ उपसर्ग द्वौ नो चेत् उपसर्गद्वयमस्ति. हृ धातु हरति लट्व लटि लट् वर्तमाने हरति इत्युक्ते हरणं त्यजितान्तं ल्युट् इति प्रत्ययः ल्युट् प्रत्ययः लिडन्तपदं लिडन्तपदं दृष्ट्वा दृष् धातु पश्यति वर्तमानकाले दृष्ट्वा क्त्वान्तप्रत्ययं क्त्वा प्रत्यय क्त्वा प्रत्यय रिक्तस्थानं द्वितीयविभक्ति कर्मपदम् अस्ति. पूरयत पूर पूरी धातु चुरादिगणे पूरी आप्यायने इति एकः धातुः अस्ति तस्य रूपमेव पूरयति. क्रियापदानि आहरति लङ् रूपाणि आ योजनः अहरत् आहरत् आहृतवान् आहृतवान् कृत्वान्तपदं क्त्वत् रूपाणि आहृतवान् आहृतवान् पुल्लिङ्गे पुंलिङ्गे आहृतवती स्त्रीलिङ्गे भवति. उत्तमम्. उदाहरणम् इति ल्युडन्तपदमस्ति. ल्युट् इत्यस्य प्रसङ्गे युवोरनाकौ इति सूत्रेण अन आदेशः भवति. तत्र ल्युट् इत्यत्र केवलं यु अवशिष्यते. यु इति कथनेन वर्णद्वयम् अस्ति. तत्र यु स्थाने अन आदेशः भवति इति कृत्वा हरण इति रूपं सिद्ध्यति. साधारणतया ल्युडन्तपदेषु निमित्तमस्ति चेत् अणत्वं भवति एव. तत्र गम् धातोः प्रसङ्गे गमनं भवति, पठस्ति चेत् पठनं भवति. किन्तु अत्र हृधातौ रेफः अस्ति इति कारणतः णत्वं भवति इति कृत्वा हरणं प्रातिपदिकमस्ति. आहृतवत् नपुंसकलिङ्गे प्रथमाविभक्तिरूपम् अपि आहृतवत् एव. क्रियापदं दत्तमस्ति, लङ् रूपं दत्तमस्ति. क्तवत् रूपाणि वक्तव्यानि. तवत् रूपाणि त्रिषु लिङ्गेषु भवन्ति, भवती उक्तवती एव. नपुंसकलिङ्गे आहृतवत् इति रूपं भवति. अग्रे करोतु. आगच्छति आ योगः गच्छति आगच्छति. आ उपसर्गः गम् धातुतः गच्छति. लट् प्रथमपुरुष एकवचनम् अस्ति. त्वतुरूपाणि आगतवान् उपसर्गपूर्वकः गम् धातुः रूपमेव आगच्छति. इषु गमीयमां छः इति सूत्रेण गच्छति. इषु गमीयमां छः इति सूत्रेण तत्र गच्छति रूपं सिद्ध्यति. लट् लकाररूपं लङ् लकाररूपप्रसङ्गे वदतु. आगच्छत् उपसर्गः नास्ति चेत् अगच्छत् भवति. उपसर्गः अस्ति इति कारणतः आयोगः अगच्छत् अस्ति. इदानीं सवर्ण अडागमः भवति. इदानीम् अत्र सवर्णदीर्घसन्धिः भूत्वा आगच्छत् रूपं भवति. आगतवान् आगतवती ता भवति. इतोपि किं ज्ञातव्यम्? आगतवान् इति भगिनी उक्तवती खलु. गम् धातुतः गत इति रूपं साधनीयं. तत्र कथं भवति? तत्र एकं सूत्रमस्ति, अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपो झलि क्नीति. दीर्घं सूत्रमस्ति. अनुदात्तोपदेशवनति तनोत्यादीनाम् अनुनासिकलोपः भवति. इत्युक्ते अनुनासिकान्तधातुः, अयं धातुः अनुनासिकान्तधातुः अस्ति इति कारणतः अत्र अनुनासिकलोपः भवति. कदा? क्निति, क्निति इति उक्तमस्ति. इत्युक्ते कित् प्रत्यये परे इति अर्थः. अत्र कित् प्रत्ययः क्तवत् प्रत्ययः. क्तवत् प्रत्ययः कित् अस्ति. इत्युक्ते क्तवतु इत्यत्र ककारहितसंज्ञकः अस्ति इति कारणतः किति परे अनुनासिकलोपः भवति. अनुनासिकलोपः भवति इति कृत्वा आगतवान् इति रूपं सिद्ध्यति. तत्रापि प्रातिपदिकम् आगतवत्. साधु भगिनी, इदानीं शोभा भगिनी भवती करोतु. धन्यवादः. तत्र उत्तिष्ठति इति उपसर्गः योगः अतिष्ठत्. तत्र उदतिष्ठत् इति किं लङ् लकारे भवति. उत्योगः स्थितवान् इति उत्थितवान् इति तवतु रूपं. तत्र उत् उपसर्ग धातुः स्था इति औपदेशिकधातुः. तत्र धात्वादेः शः सः इत्यनेन सा भवति. तदनन्तरं शकारस्य निमित्तेन स्थितः ठकारः अधुना तालव्यथकारः भवति. स्था इति. स्था धातुः, किन्तु तत्र उत्योगः स्था एव नेतव्यं. तत्र सन्धिकार्याणि किं कथं भवति इति उद्योगः स्था. अत्र उत्तिष्ठति, तिष्ठति कथं भवति जानाति खलु? तत्र सूत्रमस्ति पाघ्राद् मा इति. क्षम्यतां, तेन सूत्रेण तिष्ठ इति भवति स्था इत्यस्य. उदतिष्ठत् तत्र दकारः कथम् आयाति? तत्र पदान्तस्य तकारस्य झलां झषुन्ते इत्यनेन दकारः भवति. उद् इति भवति. उद्योगः अतिष्ठत् वर्णमेलनेन उदतिष्ठत् इति भवति. उत्तमं. तवद्वन्द्वरूपं पश्यामश्चेत् उद्योगः स्थितवान्, तत्र स्थितवान् स्थाधातोः रूपं स्थितवान्. स्था इति दीर्घ आकारान्तधातुः अस्ति चेदपि तत्र स्थितवान् इकारः विशिष्टसूत्रेण आयाति. किन्तु अत्र अन्तिमं रूपम् उत्थितवान्, उत्थितवान् इति रूपं साधयितुम् एकं विशिष्टं सूत्रम् आवश्यकम्. एकवारं स्मारयतु. अधुना स्मरणे नास्ति भगिनि. तत्र उदः स्था स्तम्भोः पूर्वस्य. तत्र स्था अपि स्तम्भ इति किं भवति तत्र धातोः कृते तत् सूत्रं कार्यं करोति. तत्र प्रथमं तु तकारस्य स्थात् वा स्थं स्थाने थकार आगच्छति. अपि च द्वौ थकारौ, तदनन्तरम् अन्यत् सूत्रेण एकस्य थकारस्य लोपः अथवा थकारः आगच्छति. सम्यक्तया न स्मरामि भगिनि, भवती एव वदतु. साधु एव, साधु उक्तवती. उत् उपसर्गपूर्वकः स्था धातोः प्रसङ्गे अपि च स्तम्भधातोः प्रसङ्गे इदं विशिष्टं सूत्रं कार्यं करोति. उदः स्था स्तम्भोः पूर्वस्य इति सूत्रेण किं भवति? अत्र स्थितिं वदामि. उत् उपसर्गपूर्वकः स्थाधातोः सकारस्य पूर्वसवर्णादेशः भवति. पूर्वसवर्णसन्धिः इति वयं पठितवन्तः. तस्मिन् सन्दर्भे उदः स्था स्तम्भोः पूर्वस्य इति सूत्रम् आयाति. तेन सूत्रेण उत् उपसर्गपूर्वकः स्थाधातोः सकारस्य पूर्वसवर्णादेशः भवति. पूर्वसवर्णः इति कथं जानीमः? पूर्वसवर्णः कः इति अवगन्तुं तत्र एकं परिभाषासूत्रमस्ति. स्थानेन्तरतमः इति परिभाषासूत्रमस्ति. स्थानेन्तरतमः इति परिभाषासूत्रेण सकारस्य पूर्वसवर्णः थकारः. थकारः इति कथनेन महाप्राणथकारः इत्युक्ते तवर्गे द्वितीयवर्णः तात्थ. तत्र सकारस्य स्थाने थकारः आयाति. सकारस्य स्थाने थकारः आयाति चेत् उत्थिता इत्युक्ते महाप्राणथकारद्वयं लेखनीयम्. महाप्राणथकारद्वयं लेखनीयं चेत् अत्र एकः एव थकारः लिखितमस्ति, किमर्थम् इति प्रश्नः उदेति. झरो झरि सवर्णे इति एकम् अन्यत् सूत्रमस्ति. झरो झरि सवर्णे इति सूत्रेण थकारस्य लोपः विकल्पेन भवति इति कृत्वा. विकल्पेन भवति इत्युक्ते एकस्मिन् पक्षे महाप्राणथकारस्य लोपः भवति, तेन एकं रूपं. थकारस्य लोपः न भवति चेत् अन्यत् रूपम्. अत्र एकः एव थकारः, तदर्थमेव उत्थितवान् इति रूपम्. इदमेव सूत्रम् अन्येषु स्थलेषु अपि कार्यं करोति. यथा उत्थानम्, उत्थानम् इत्यस्मिन् पदे अपि रूपद्वयं सिद्ध्यति. थकारद्वयं लिखित्वा एकं रूपं सिद्ध्यति. एकः एव थकारः अस्ति चेत् अन्यत् रूपम् आहत्य अत्र पूर्वसवर्णसन्धिः इति सन्धिः भवति, न तु परसवर्णसन्धिः. भ्रमः मास्तु, परसवर्णसन्धिः भिन्नः, पूर्वसवर्णसन्धिः भिन्नः. अत्र पूर्वसवर्णसन्धिः भवति इति कृत्वा उत्थितवान् इति रूपं सिद्ध्यति. कार्यं किम् अभवत्? सकारस्य स्थाने महाप्राणथकारः आगतः, तेन उत्थितवान् इति रूपं भवति. उत्थानम्, उत्थम्भनम् इति पदयोः प्रसङ्गे अपि इदं सूत्रमेव कार्यं करोति. तत्र एकम् अन्यत् परिभाषासूत्रमपि अस्ति. व्याकरणवर्गे किं पठितवन्तः? अलोन्त्यस्य इति सूत्रं वयं जानीमः. किन्तु अत्र उदः स्था स्तम्भो पूर्वस्य इति सूत्रे आदेः परस्य इति परिभाषासूत्रस्य प्रसक्तिः अस्ति. आदेः परस्य परशब्दस्य आदेशः भवति, किन्तु परशब्दस्य प्रथमवर्णस्य स्थाने एव. अत्र पश्यन्तु, उद्योगः स्थित इत्यत्र आदौ सकारः अस्ति, परशब्दस्य आदिमवर्णः सकारः अस्ति. अत्र आदेः परस्य इति परिभाषासूत्रेण आदौ स्थितस्य सकारस्य स्थाने महाप्राणथकारः आगतः, उत्थितवान्. अग्रे करोतु. अग्रिमम् अनुगच्छति, अनु इति उपसर्गः, योगः अगच्छत् इति लङ् रूपं, गच्छत् गम् इति धातोः. अपि च तत्र अनुयोगः अगच्छत् इति अन्वगच्छत् इति भवति. तत्र गच्छ इति यथा दृष्टवन्तः, गम् इति धातुतः आगतः. तत्र गम् इति मकार अस्ति अन्ते. तत्र इषु गमियमां छः इति सूत्रेण गम् इत्यस्य गच्छ इति रूपं निष्पन्नम्. अपि च अनुयोगः अगच्छत् इति लट्लकार लङ्लकाररूपं. तत्र अनु इत्यस्य उकारयोगः अकारस्य, तत्र यण् सन्धि भूत्वा वकारः आगच्छति, उयोगः आ. अन्वगच्छत् इति लङ्लकारे उपसर्गपूर्वकरूपम्. अपि च तवतु रूपम् अनुयोगः, तत्र गतवान् अनुगतवान् इति एव भवति तत्र. अपि च अनुगतवत् अनुगतवती इति नपुंसकलिङ्गे स्त्रीलिङ्गे. अपि च तत्र अनुयोगः किम् उत्थितवान् आसीत्, तावदेव किल भगिनि. उत्तमम्. गतवान् इति प्रसङ्गे अहं पूर्वम् उक्तवती, गम् इति अनुनासिकान्तधातुः अस्ति इति कृत्वा मकारलोपः अनुनासिकलोपः भूत्वा गतवान् इति रूपं सिद्ध्यति. किन्तु अत्र अनु उपसर्गपूर्वकः गम् धातोः रूपं लेखनीयम्. अनुगतवान् अनुगतवती इत्यादीनि रूपाणि भवन्ति. धातु उपसर्गयोः सन्धिकार्यं नित्यम् इति कृत्वा अन्वगच्छत् इत्यस्मिन् रूपे यण् सन्धिः अस्ति, इको यणचि इति सूत्रेण यण् सन्धिः भवति. साधु भगिनी, इदानीं विमला भगिनी भवती करोतु. अग्रिमः शब्दः अस्ति अनुसरति. अनुसरति इति धातुः सृ, तस्य लङ् रूपमस्ति असरत्. अनु असरत् अन्वसरत् इति सन्धि भूत्वा अनुसरत् इति भवति. अन्वसरत् अन्वसरितवत् इति भवति इति मन्ये, तस्य तवतु रूपम् अन्वसरत् उयोगः तवतु अनुसरत् अन्वसरितवान् अन्वसरित. साधु भगिनी, कि लङ् रूपं साधु एव, लङ् रूपं साधु उक्तवती. अनु उपसर्गपूर्वकः असरत्, तत्र यण् सन्धिः भूत्वा अन्वसरत्, तिङन्तपदं साधितवती. क्तवतु रूपं साधनीयं, श्रु धातुतः क्तवतु रूपं साधयतु. सरितवत् कुरु अस्ति चेत् किं भवति क्तवतु रूपं? कृतवत् कृतवान् कृतवत् कृतवान्. अत्र श्रु अस्ति चेत् श्रुतवान्. अनु उपसर्गं योजयतु. अनुसृतवान्. आं भगिनि, अत्र अस्तु. त्रिषु लिङ्गेषु रूपाणि अनुसृतवान् अनुसृतवती अनुसृतवत्. सप्तसु विभक्तिषु अपि रूपाणि सम्भवन्ति खलु? आम्. इत्युक्ते सप्तसु विभक्तिषु एकविंशति रूपाणि सम्भवन्ति, तथा एव पुंलिङ्गे अपि एकविंशति रूपाणि सम्भवन्ति, नपुंसकलिङ्गे अपि एकविंशति रूपाणि अस्माभिः ज्ञातव्यानि. स्त्रीलिङ्गे प्रातिपदिकं किं भवति? अनुसृतवती नदीशब्दवत् भवति. स्त्रीलिङ्गे नदीशब्दवत् ईकारान्तप्रातिपदिकं भवति, किन्तु पुंलिङ्गे किं भवति प्रातिपदिकम्? अनुसृतवान् भवान् भवन्तौ भवन्त तथा. भगिनि, प्रथमाविभक्तिरूपम् अनुसृतवान् भवति, किन्तु प्रातिपदिकं तु अनुसृतवत्. पुंलिङ्गे प्रातिपदिकम् अनुसृतवत्, किन्तु प्रथमाविभक्तिरूपम् अनुसृतवान्. नपुंसकलिङ्गे प्रातिपदिकम् अपि च प्रथमाविभक्ति एकवचनरूपं समानं, तत्र अनुसृतवत्. इति प्रातिपदिकमस्ति. अनुसृतवत्, अनुसृतवती, अनुसृतवन्ति, जगत् जगति जगन्ति तथा भगिनि इव भवन्ति. प्रश्नः अस्ति भगिनि अस्मिन् प्रसङ्गे, सरति इति सृधातु भ्वादि गणीयः अस्ति, तत्र कर्तरि धावति इति अपि समानशब्दं दत्तमस्ति. सरति धावति, सरतः धावतः इति अष्टाध्याय्यां, न जाने एतत् सरति इत्युक्ते अनुधावति इति अपि वक्तव्यं किम् इति मम चिन्ता. इत्युक्ते विशिष्टसूत्रेण तत्र धावादेशः भवति इति. धन्यवादः. अग्रे अस्ति प्रहरति, प्र अहरत्, प्राहरत्. अत्र तव तु रूपान्त शब्दः प्रहृतवान्. हरति उपरि यथा दष्टं हृत इति भवति, हृतवान्, हृतवती, प्रहृतवान्, प्रहृतवती, प्रहृतवत् इति. श्रुधातोः रूपं श्रुतवान्, क्रुधातोः रूपं कृतवान्, हृधातोः रूपं हृतवान्. अत्र साम्यं किं? कृ हृ सृ अस्मिन् यदा लट् लट् रूपं लङ् रूपं भवति, हर् इति आदेशः आगमः आदेशः भवति. सम्यक् न वदामि, परन्तु हृतवान् इति तव रूपान्त हृ कृ सृ इति भवति. मम आशयः तु एते धातवः सदृशाः, समानाः. कथम् इत्युक्ते हृ सृ कृ अजन्तधातवः अथवा इगन्तधातवः. इगन्तधातवः सन्ति चेदपि अत्र प्रत्ययः कित् प्रत्ययः अस्ति इति कारणतः गुणकार्यम् अभूत्वा केवलं वर्णमेलनमेव भवति. हृयोगः तवत् हृतवत्, कृयोगः तवत् कृतवत्, ध्रुयोगः तवत् धृतवत् इत्यादीनि रूपाणि भवन्ति. कित् प्रत्ययः अस्ति इति कारणतः गुणकार्यं न भवति. यद्यपि धातुः इगन्तधातुः एव, ऋकारान्तधातुः इत्युक्ते इगन्तधातुः एव, अनुबन्धलोपे सति एव द्रष्टव्यम्. अनुबन्धलोपे सति एते धातवः इगन्तधातवः सन्ति. तत्र गुणकार्यम् अभूत्वा केवलं वर्णमेलनं भूत्वा प्रातिपदिकं सिद्ध्यति. आदौ धातुतः अनुबन्धवर्णाः निष्कासनीयाः. प्रत्ययेभ्यः अपि इत्युक्ते तवत् प्रत्ययात् अपि अनुबन्धवर्णानां निष्कासनं भूत्वा हुरुयोगः तवत् हृतवत् इति रूपं सिद्ध्यति. किन्तु अत्र लङ्रूपप्रसङ्गे किञ्चित् इतोपि वदतु. प्राहरत् आहरति अडागम भवति, अहरत् इति अडागम भूत्वा सवर्णदीर्घसन्धि भवति. प्र अहरत् प्राहरत् इति प्राहरत् सवर्णदीर्घसन्धिः भवति. उत्तमं. हृधातोः प्रसङ्गे भवती किञ्चित् वदतु. नियोगः हृ, नी उपसर्गः अस्ति चेत् अत्र तवत् रूपं किं भवति? अत्र प्रा उपसर्गः अस्ति इति कृत्वा प्रहृतवान्. नी अस्ति चेत् निहृतवान्, निहृतवान्. परन्तु हृ अहरत् इति भवति तस्मिन् प्रसङ्गे चिन्ता मास्तु, केवलं तवत् रूपं निहृतवान्. परि अस्ति चेत् परिहृतवान्. निरा अस्ति चेत् निराहृतवान्. निर्योगः आ तत्र निरा अस्ति चेत् निराहृतवान्. प्रति अस्ति चेत् प्रत्यहरत्, प्रत्यहृतवान्, प्रतिहृतवान् खलु. प्रतियोगः आ, प्रति उपसर्गपूर्वकः आ उपसर्गपूर्वकः अस्ति चेत् प्रत्याहृतवान् इति रूपमस्ति. तथा एव प्रतियोगः सम् अस्ति चेत् प्रतिसंहृतवान्, वि अस्ति चेत् विहृतवान्, व्या व्या इति कथनेन वियोगः आ तत्र व्या भवति, यण्सन्धिः भूत्वा व्याहृतवान्, व्यवहृतवान्, संहृतवान्, समाहृतवान्, समुदाहृतवान्, सम् उत् आ समुदाहृतवान्. वयं सर्वे जानीमः समुदाहरणं, समुपहृतवान् इत्युक्ते बहूनि रूपाणि तत्र सन्ति हृधातोः प्रसङ्गे. साधु भगिनी, इदानीं धन्यवादाः. इदानीं गीताञ्जलि भगिनी भवती करोतु, अग्रिमे पुटे किमस्ति? प्रक्षालयति इति दत्तं, तत्र प्र इति उपसर्ग अस्ति, क्षल् धातु इति मन्ये. क्षल् धातु चुरादिगणे अस्ति चेत् प्रथमकार्यं तु णिच् भवति, तदनन्तरं शप् आयाति. तेन क्षाल् इति रूपम् आयाति. क्षाली इत्युक्ते नूतनधातु क्षाली अस्ति. तत्र एक विशिष्टसूत्रं कारणेन क्षल् क्षाल् भवति. अत उपधायाः इति कथनेन तत्र क्षल् लकारात् पूर्वम् उपधायां ह्रस्व अकारः अस्ति इति कृत्वा, उपधायां ह्रस्वकारः अस्ति इति कृत्वा अत्र प्रत्ययः णिति प्रत्ययः, णिच् प्रत्ययः णित् प्रत्ययः इत्युक्ते णकारः इति संज्ञकः अस्ति इति कारणतः अत उपधायाः इति सूत्रेण तत्र उपधायां यः अकारः अस्ति तस्य अकारस्य वृद्धिः भूत्वा आकारः भवति. आकारः भवति चेत् क्षाल् क्षाल् इति रूपं भवति. तत्र णिच् इत्यस्मात् ई आगतः, तेन क्षाली. वदतु. क्षाली भवति, तदनन्तरं शप् आयाति. इत्युक्ते अ तिष्ठति लशकोतद्धिते हलन्त्यं सूत्रेण तस्य लोपः भूत्वा, तदनन्तरं यातवान्तदेशसन्धि भूत्वा ऐ ईयोगः अ स्थाने ऐ आयाति. अत्र लट् रूपं दत्तमस्ति, लङ् रूपं वदतु. हा, लङ् रूपं प्रयोगः अक्षालयत् प्राक्षालयत् इति मन्ये. उत्तमं. प्रायोगः अक्षालयत् अक्षालयत् आदौ अडागमः दृश्यते इति कृत्वा प्रायोगः अक्षालयत् तत्र सन्धिकार्यम् अस्ति खलु. आम् आं भगिनि. इत्युक्ते प्राक्षालयत् प्रयोगः अभव भूत्वा प्रा भवति सवर्णदीर्घसन्धि कारणेन. तदनन्तरं तवतु रूपं प्रक्षालितवत् इति प्रातिपदिकं. प्रक्षालितवान् प्रक्षालितवती प्रक्षालितवत् नपुंसकलिङ्गं रूपाणि. प्रक्षालितवान् इति रूपम् अस्ति. तत्र क्षाली इति धातुः अस्ति, किन्तु तत्र इडागमः भवति चेत् एकः इकारः अपगच्छति चेदेव प्रक्षालितवान् इति रूपं सिद्ध्यति. तत्र लङ् रूपं प्राक्षालयत् तवतु रूपं प्रक्षालितवान्. अग्रे करोतु. विहरति, पुनः हृधातु आयाति. तत्र वियोगः हृधातु विहरति लट् रूपं, लङ् रूपं वियोगः अहरत् व्यहरत् इति लङ् रूपम् अस्ति. तवतु रूपं विहृतवान् विहृतवती विहृतवत् इति सिद्ध्यन्ति भगिनि. उत्तमं. व्यहरत् इत्यत्र सन्धिकार्यं किं? व्यहरत् तु यण् सन्धि भगिनि. इत्युक्ते ईयोगः अ अस्ति चेत् ई स्थाने या आयाति यण्. उत्तमं. तदेव व्यहरत् इति लङ् रूपम् अस्ति. उपसर्ग आदौ अस्ति चेत् अर्थपरिवर्तनं भवति एव अपि इति वयं जानीमः. उत्तमं. साधु भगिनि. परित्यजति, अरविन्द महोदय भवान् करोतु. त्यजति इति त्यज् धातुतः उत्पन्नं लट् रूपं. त्यजति परि इति उपसर्गत्वेन परियोगः त्यजति परित्यजति इति लट् रूपमस्ति. अत्यजत् इति लङ् रूपस्य योजनेन परियोगः आयोग अत्यजत् इति पर्यत्यजत् इति भवति. एवं तवत् रूपमस्ति परियोगः त्यक्तवान् परित्यक्तवान् इति भवति. उत्तमम्. अत्र लङ्रूपं लिखितमस्ति पर्यत्यजत्, तत्र सन्धिकार्यं तत्र परियोगः एचोयवायव इति कार्येन यकारस्य यचोयवायवः नास्ति, इकोयणचि इकोयणचि आम् इकोयणचि इकारस्य परे अकारमस्ति कृत्वा इकोयणचि इति इकः स्थाने यण् स्यात् अचि परे इति कारणस्य पर्यत्यजत् इति वाच्य त्यक्तवान् इति त्यजत् इति तक्ता अहं न जानामि भवति. त्याज्ययोगः अवत् चोहकुः इति सूत्रेण चवर्गीयवर्णानां स्थाने कवर्गीयवर्णादेशः भवति. तत्र जकारः चवर्गे द्वितीयवर्णः, जकारस्य स्थाने कवर्गीयद्वितीयवर्णः गकारः आयाति. तत्र एकं परिभाषासूत्रमस्ति, यथासङ्ख्यमनुदेशः समानां, यथासङ्ख्यमनुदेशः समानाम् इति परिभाषासूत्रेण त्यज् इत्यत्र यः जकारः श्रूयते तस्य जकारस्य स्थाने गकारादेशः भवति. तदनन्तरं खरिचसूत्रेण गकारस्य ककारः भवति, तेन अन्तिमं रूपं त्यक्तवान्. इदानीं परि इति उपसर्गस्य योजनेन परित्यक्तवान् प्रातिपदिकं परित्यक्तवत्. उत्तमं. चोहकुः अपि च खरिच इति सूत्रद्वयं कार्यं करोति. खरिचसूत्रेण चर्त्वं भूत्वा गकारस्य स्थाने ककारः आगतः. अग्रे करोतु. निक्षिपति क्षिपत् क्षिप् इति धातुतः उत्पन्नमस्ति. क्षिपति इति लट् रूपं, नि इति उपसर्गत्वेन निक्षिपति इति लट् रूपम् अस्ति. अक्षिपत् इति लङ् रूपं, नि इति उपसर्गत्वेन तत्रापि इकोयणचि आयाति. न्यक्षिपत् इति भवति वा? न्यक्षिपत् न्यक्षिपत् इति इकोयणचि एव, इकारस्य परे अकारः अस्ति. तन्तु तदनन्तरं तव तु रूपम् अस्ति क्षिप्तवान्, तति तत्रापि इकोयणचि आय न क्षिप्तवान् इति निक्षिप्तवान् इति भवति. उत्तमम्. अत्र लङ्रूपं स्थापितमस्ति, लट्रूपम् आदौ दत्तमस्ति, निक्षिपति. तत्र नि उपसर्गपूर्वकः क्षिप् धातुतः क्षिपति इति रूपं सिद्ध्यति. क्षिप् इति धातुः इयुपधधातुः अस्ति कुगन्तलघुपधस्य च, इत्यनेन गुणकार्यम् अभूत्वा अत्र क्षिप् योगः आयोगः ति इति रूपम् अस्ति. रूपं दृष्ट्वा किं ज्ञातुं शक्नुमः, अयं धातुः कस्मिन् गणे अस्ति? अदादिगणे अस्ति वा? अत्र धातुः क्षिप् अस्ति. क्षिप् इति कथनेन पकारात् पूर्वं ह्रस्वैकारः गुणः न भवति, कुकुन्दलघुपदस्य कार्यं न कृतं. धातौ आनुकूल्यमस्ति, अत्र विकरणप्रत्ययस्य प्रभावेण गुणकार्यं न भवति इति द्रष्टुं शक्नुमः. गुणकार्यं कस्मिन् गणे न भवति, धातौ आनुकूल्यमस्ति चेदपि तुदादिगणे आ इति विकरणप्रत्ययस्य भागः अस्ति. भवादिगणे शप् अस्ति किन्तु तुदादिगणे शा अस्ति, गुणकार्यं न भवति इति कृत्वा अत्र रूपं दृष्ट्वा क्षिप् योगः आयोगः ति इति कथनेन अयं धातुः प्रायशः तुदादिगणीयः इति अभिज्ञातुं शक्नुमः. न्यक्षिपत् इत्यत्र यण्सन्धिकार्यमस्ति. नियोगः अक्षिपत्, नि इत्यत्र इकारः अस्ति. इकार अकारयोः मध्ये सन्धिकार्यं भूत्वा अत्र केवलम् इकारस्य स्थाने एव, इत्युक्ते एकः पूर्वपरयोः इति नियमः यण्सन्धेः प्रसङ्गे नास्ति. वदतु महोदय. पूर्वरूपम् इकारस्य स्थाने एव यकारः आयाति कृत्वा न्यक्षिपत् न्यक्षिपत् इति रूपमस्ति. इकारस्य स्थाने एव, इत्युक्ते इक् वर्णानां स्थाने यण् वर्णादेशः भवति इति तत्र सूत्रं वदति. इकारस्य स्थाने यकारः आयाति. निक्षिप्तवान्, निक्षिप्तवान् रूपं स्वीकृत्य तावत् रूपं साधयितुं सोपानानि वदतु. क्षिप्तवान् इति क्षिप् धातुः योगः तवतु इति कृत्वा क्षिप्तवान् तत्र वर्णमेलनमेव क्षिप्तवान् इति. उत्तमं, तत्र किमपि कार्यं नास्ति, केवलं वर्णमेलनम् एव भवति. नी उपसर्गपूर्वकः क्षिप् धातुतः तवत् योजयामः, तस्मात् त्रिषु लिङ्गेषु रूपाणि साधनीयानि. अधि उपसर्गपूर्वकः क्षिप् धातोः रूपम् अधिक्षिपति, अवा अस्ति चेत् अवक्षिपति. महोदय, भवान् वक्तुमिच्छति वा आयोगः क्षिप् आक्षिपति? आक्षिपति. उत् अस्ति चेत् उत्क्षिपति, निक्षिपति, प्रक्षिपति, विक्षिपति, संक्षिपति, विनिक्षिपति, समाक्षिपति. इत्युक्ते भिन्न उपसर्गाणां योजनेन क्षिप् धातुतः भिन्नरूपाणि साधयितुं शक्नुमः. आक्षेपमपि एतत् अस्य धातूनां रूपम् अस्ति वा? आक्षेपम्, आक्षेपः, आक्षेपः. तत्र घञ् प्रत्ययान्तरूपम् अस्ति. क्षिप् धातुः इगन्तधातुः अस्ति, तस्मिन् गुणकार्यं भवितुम् आनुकूल्यम् अस्ति. धातोः परं कीदृशप्रत्ययः अस्ति इति द्रष्टव्यं. प्रत्ययम् आश्रित्य धातौ कार्यं भवति. अङ्गकार्यम् आधारीकृत्य वदतु. अङ्गकार्ये गुणं दृश्यते. आक्षेपम् इति आक्षेपः इति रूपम् इति किं कारणं प्रत्ययः किम् अस्ति इति न जानामि. घञ् प्रत्ययान्तरूपं, पठ् धातुतः पाठः, क्षिप् धातुतः क्षेपः, भुज् धातुतः भोगः, एवं रीत्या रूपाणि भवन्ति. घञ् प्रत्ययान्तरूपाणि भवन्ति. घञ् प्रत्यय अर्धधातुकम् अस्ति. अर्धधातुकः, अर्धधातुककृत् प्रत्ययः. अपि च अत्र इतोपि पूर्वस्मिन् पुटे एव तत्र पद् धातुः अस्ति खलु, तत्र प्रपद्यते इति रूपम् अस्ति. प्रपन्नवान् इति रूपं दत्तमस्ति पूर्वस्मिन् पुटे. पद् धातोः रूपाणि विशिष्टरूपाणि सामान्यानि अपि. कथम् इत्युक्ते निस् उपसर्गपूर्वकः पद् धातोः रूपं निष्पन्न, आ उपसर्गपूर्वकः पद् धातोः रूपमेव आपन्न, अनु उपसर्गपूर्वकः पद् धातोः रूपमेव अनुपन्न, वि अस्ति चेत् विपन्न, सम् उपसर्गः अस्ति चेत् सम्पन्न, उत्पन्न, निष्पन्न, आपन्न, विपन्न, व्यापन्न, सम्पन्न, उत्पन्न इत्यादीनि रूपाणि पद् धातुतः भिन्न उपसर्गाणां योजनेन साधितानि क्तान्तरूपाणि. साधारणतया क्तान्तरूपं क्तवत्वन्तरूपं तत्र रूपसिद्धौ साम्यम् अस्ति. कित् प्रत्ययः एव, क्ताप्रत्ययः अपि कित् अस्ति, क्तवतु अपि कित् अस्ति इति कारणतः रूपसिद्धौ साम्यं दृश्यते. साधु महोदय, इदानीं वेदा भगिनी भवती करोतु. उपसर्गयुक्तैः लङ्लकाररूपैः वाक्यानि पूरयत. उपसर्गयुक्तैः, तत्र तृतीयविभक्ति युक्त, युक्तः युक्तैः तृतीया विभक्ति बहुवचने अस्ति. लङ्लकाररूपैः एव बहुवचने, तृतीया विभक्ति बहुवचने. उपसर्गयुक्तैः लङ्लकाररूपैः विशेषणविशेष्यम् अस्ति इति मन्ये. वाक्यानि द्वितीया विभक्ति बहुवचनरूपं, वाक्यम् इति पदस्य वाक्यानि पूरयत. लोट्लकार मध्यमपुरुष बहुवचन पूरयत. तत्र उपसर्गः इति पुंलिङ्गशब्दः, युक्त इति कीदृशं पदम्? युक्त युज् धातुतः आयाति. युज् युक्त, उत्तमम्. इक्तपदं युज् योगः इक्त युक्तः. रुधादिगणे युजिर् इति एकः धातुः अस्ति, योगे इत्यस्मिन् अर्थे अस्ति. तत्र इरह इति संज्ञा वाच्य इति वार्तकेन ईकारस्य लोपः भवति, इति संज्ञा भवति, तस्य लोपः भवति, युज् एव तिष्ठति. युज् धातोः क्तान्तरूपमेव युक्त. युज् धातुः भिन्नगणेषु अस्ति. रुधादिगणे योगे इत्यस्मिन् अर्थे अस्ति. लङ्लकाररूपैः इति लिखितम् अस्ति. रूपम् इति नपुंसकलिङ्गमस्ति. तत्र बहुवचनं वदतु. रूपं रूपे रूपाणि फलं फले रूपं रूपे रूपाणि रूपं रूपे रूपाणि तत्र अणत्वं किमर्थम् रूपेण रेफः अस्ति न रेफ निमित्तमस्ति रेफः परे स्वर अस्ति उकार अस्ति ऊकार अस्ति रू तत्पश्चात् पकार अस्ति पकारः दट् सूत्रं द बिग् वन् यु नो फर्गाट् दट् भगिनि रेफः णकारः द्वयोः मध्ये के के वर्णाः सन्ति रेफस्य रेफान्तर अनन्तरम् ऊकार स्वर अस्ति तद् अनन्तरं पकार अस्ति पकारः कवर्ग पवर्ग बाधकवर्णः नास्ति पकार अस्ति पकारस्य परे रूपेण ओके पकारस्य परे एकार स्वर अस्ति तत्पश्चात् नकार अस्ति सो भिन्न निमित्त निमित्तिक मध्ये कोऽपि बाधकवर्ण कोऽपि बाधकवर्णः नास्ति उत्तमं रूपाणि इति भगिनी उक्तवती उत्तमं रेफः अपि च दन्त्यनकारः तयोर्मध्ये ऊकारः पकारः दीर्घाकारः वर्णत्रयमस्ति वर्णत्रयमस्ति चेदपि एते वर्णाः बाधकवर्णाः न सन्ति इति कृत्वा अट्कुप् वाङ्नुं व्यवायेपि इति सूत्रेण णत्वं भवति मध्ये बाधकवर्णाः न सन्ति व्यवधानमस्ति मध्ये व्यवधानमस्ति चेदपि बाधकवर्णाः न सन्ति इति कृत्वा णत्वं भवति अत्र रेफः इति वदामः रेफः इत्यस्य प्रसङ्गे वदतु रेफः इत्युक्ते कः रेफः इत्युक्ते रकारः तस्मिन् प्रसङ्गे किञ्चित् ज्ञातव्यम् अस्माभिः रेफः इत्युक्ते सर्वे रकाराः इति तत्र अर्थः अस्ति रेफः इति पदं कथं साधितं रादेफः इति वार्तिकमस्ति वार्तिकं रादिफः इत्युक्ते तत्र इफः इति एकः प्रत्ययः रकारात् परं रादिफः इति वार्तिकेन इफ इति प्रत्ययस्य योजनं भवति तत्र रादिफः इति कथनेन तत्रापि सन्धिकार्यमस्ति रात् रात् इत्युक्ते पञ्चम्यन्तं खलु रात् इति पञ्चम्यन्तं पदमस्ति वार्तिकं कुत्र अस्ति रोगाख्यायां णुवुल् बहुलं तस्य सूत्रस्य अन्तर्गतं वार्तिकम् एव रादिफः रात् इफः तत्र रकारः योगः इफः इति कथनेन तत्र गुणसन्धिः भवति गुणसन्धिः भवति चेत् किं भवति रकारः योगः इफः इकारस्य योगे एकार भवति रकारः योगः इफः इति कथनेन तत्र गुणसन्धिः आद्गुणः इति सूत्रेण गुणसन्धिः भूत्वा रेफः रादिफः इति वार्तिकमस्ति तेन रेफः इति पदं निर्मितं साधारणतया अकारः इकारः उकारः एवं रीत्या किमर्थं वदामः इति प्रश्नः आयाति इत्युक्ते सर्वेभ्यः वर्णेभ्यः कार इति प्रत्ययः भवति वर्णात् कारः इति एकं वार्तिकमस्ति वर्णात् कारः इति वार्तिकेन सर्वेभ्यः वर्णेभ्यः कारप्रत्ययः विधीयते तेन अकारः इकारः उकारः टकारः एवं रीत्या वर्णात् परं कार इति रूपं योजयित्वा वदामः साधारणतया अकारः इकारः उकारः एवं रीत्या वदामः रेफस्य प्रसङ्गे अपि एवमेव वक्तव्यं वर्णात् कारः इति वार्तिकेन रकारः रकारः कः रेफः कः इत्यस्मिन् विषये तत्र मतभेदाः सन्ति रकार इत्युक्ते रेफः योगः वा रेफः इत्युक्ते सर्वे रकाराः इति मया पठितं जालपुटे एव कुत्रचित् पठितमस्ति रादिफः इति वार्तिकेन सिद्ध्यति तत् पदम् अग्रे करोतु भगिनी संस्कृते सर्वे पदानि संज्ञासूत्रमस्ति वा लैक् प्रातिपदिकम् इत्युक्ते एक संज्ञा अस्ति प्रातिपदिकस्य संज्ञासूत्रम् अस्ति तदेव रेफः इत्युक्ते एक संज्ञासूत्रम् इति अस्ति वा प्रातिपदिकम् इति एकं संज्ञापदं संज्ञापदानि अवगन्तुं संज्ञासूत्राणि सन्ति तत्तु साधु एव किन्तु अत्र रादिपः इति एकं वार्तिकं तेन वार्तिकेन रादिपः इति वार्तिकेन रेफः इति पदं सिद्ध्यति. तस्य पदस्य कृते एव तत् कार्यं करोति. सूत्रं नास्ति, वार्तिकम् इति वक्तव्यमस्ति. भवती जानाति एव पाणिनिना सूत्राणि रचितानि, किन्तु कात्यायनेन वार्तिकं वर्तते. भाष्य महाभाष्यम् एव वार्तिक महाभाष्यं पतञ्जलि वा. सूत्राणि पाणिनिना रचितानि, कात्यायनेन वार्तिकानि रचितानि, पतञ्जलिना महाभाष्यं रचितं. करोतु अग्रे. पाण्डवाः अज्ञातवासात् आगच्छन्, तत्र उपसर्गयुक्तैः लङ्लकाररूपैः वाक्यानि पूरयत. तत्र पाण्डवाः पाण्डवस्य बहुवचनं, पाण्डवशब्दस्य बहुवचनम् एक प्रथम विभक्त्यौ एकवचनं पाण्डवाः अज्ञातवासात् तत्र अज्ञातवासात् पञ्चमी विभक्ति अस्ति. तत्र अज्ञातवासात् तत्र ज्ञाशब्दस्य ज्ञात अकार अस्ति चेत् अज्ञात लङ्लकाररूपम् अस्ति वा, न जानामि. अत्र ज्ञाधातुतः कथाप्रत्ययस्य योजनेन ज्ञात इति रूपं सिद्ध्यति. ज्ञात इति रूपं कथान्तरूपं, किन्तु आदौ अकारः अस्ति इति कृत्वा नैसमासः भवति चेत् न ज्ञातः अज्ञातः. अत्र समस्तपदमस्ति अज्ञातवासः. अज्ञातवासात् पञ्चमी विभक्ति अज्ञातवासात् पञ्चमी विभक्ति आगच्छन् आयोगः गम् धातुतः पञ्चमी प्रथमपुरुषे बहुवचनरूपम् अस्ति गच्छन् न. आवरणे उपसर्गः अपि च धातोः रूपं दत्तमस्ति. इदानीम् अत्र लङ् रूपं वक्तव्यं खलु. सेना सेनापतिम् अनुयोगः सृ लङ् रूपं, तत्र अनुसृयोगः अनुधातु अनुसरन् सेना सेनापतिं सेनापतिम् अनुसरन् बहुवचनं सेना इति न सेना आम् सेना सेनापतिम् अनुसरन् अथवा अनुसरत् किं वदामि भगिनि. तत्र सेना बहुवचनं वा एकवचनरूपं वा. सेना एकवचनरूपम् अनुसरत् तद् देन् सेना सेनापतिम् अनुसरत्. अत्र पश्यतु अनु उपसर्गः अस्ति, सृ धातुः अस्ति, किन्तु अत्र लङ् रूपं वक्तव्यमस्ति. आदौ सृ धातोः लङ् रूपं किं भवति. अनुसृयोगः तकार आयाति, परन्तु तत् पूर्वं लङ् रूपम् अस्ति इत्येव आट् आगमः भवति. आयोगः सृयोगः इत् अत्र असरत् इति रूपं भवति. अनुयोगः अनुयोगः असरत् इदानीं सन्धिकार्यं करोतु. परन्तु सरत् किम् आयाति भगिनि. अयोगः सृ धातु न, अयोगः सृयोगः तकारान् लङ्लकारेण किमर्थं सर सर भवति. तकार तु अपित् गुणः नास्ति, अपित् अस्ति सार्वधातुकमस्ति परन्तु अपित् अस्ति. तत्र गुणकार्यं सृ धातु गुणकार्यं न भवति न. सूचनां पठित्वा अत्र किं वक्तव्यं. लङ् रूपाणि लेखनीयानि. सृ धातुः अस्ति, सृ धातोः लङ् रूपम् आदौ साधनीयं, पश्चात् अनु उपसर्गस्य योजनेन तत्र सन्धिकार्यमपि भवति. गीताञ्जलि भगिनी एकवारं वदतु अत्र किं भवति. तत्र भगिनी सृ धातु अस्ति, उकारान्त इत्युक्ते इगन्त धातु अस्ति, लकाररूपम् इत्युक्ते तिप् अस्ति चेत् ओके सृयोगः अयोगः तत्र सृयोगः अयोगः तद् सृ धातु गुणकार्यं भवति. ऋकारस्य अर् भवति, स योगः सकारयोग अकार अयोग रकार सो सर् सर् आयाति. आम् आम् अयोगः सर् असरत् असरत् अनुयोजनेन किं भवति. अन्बसरत् उकारस्य स्थाने वकारायाति यणुसन्धि भवति अन्वसरत्. कर्तृपदं प्रथमाविभक्ति एकवचनरूपम् अस्ति. एकवचनरूपम् अस्ति इति कृत्वा अन्वसरत् इति रूपं भवति. अग्रे पठामि वा? द्रोणाचार्यः शस्त्रं निक्षिप. द्रोणाचार्यः प्रथम एकवचनम् अस्ति. द्रोणाचार्यः शस्त्रं कर्मपदमस्ति. शस्त्रं नि उपसर्गः. क्षिप् धातु. क्षिप् धातु गणकिस्कं क्षिपति. क्षिप् क्षिपति तुदादिगणे. क्षिपति तुदादिगणे अस्ति. क्षिप् योगः अयोगः ति. क्षिप् योगः अयोगः ति. ओ लङ्लकार. क्षिप् योगः अयोगः न अयोगः क्षिप् योगः त अक्षिपत्. समीचीनं वा? इदानीं सन्धिकार्यं करोतु. नि अक्षिपत्. नि योगः अक्षिपत् अण्ड् नि इकार अकार योग य भवति. न्यक्षिपत् न्याक्षिपत् न्यक्षिपत् न्यक्षिपत्. शस्त्रम् इति पदमस्ति खलु. शस्त्रम् इति पदं स्ट्रन् इति प्रत्ययस्य योजनेन निर्मितं पदं. नी धातुतः स्ट्रन् इति प्रत्ययस्य योजनेन नेत्रम् इति पदं सिद्ध्यति. पत् इति धातुः अस्ति. पत् धातोः रूपमेव पतति. पत् धातुतः स्ट्रन् प्रत्ययस्य योजनेन पत्रम् इति भवति. स्तु इति धातुः अस्ति. स्तु धातोः रूपमेव स्तौति. स्तौति इति अदादिगणे रूपम् अस्ति. स्तु धातोः रूपमेव स्तोत्रम्. तथा एव अत्र धातुः अस्ति शस्. शस् इति धातुः अस्ति. तालव्यशकारः आदौ अस्ति. दन्त्यसकारः परे अस्ति. शस् धातोः रूपमेव शस्त्रम्. साधु भगिनी इदानीं सुभदा भगिनी भवती करोतु. व्यासः महाभारतं वि योगः लिख् इति धातुः अस्ति. अत्र लिख् लिख् इति तुदादिगणे अस्ति इति अहं मन्ये, यतोहि तस्य गुणः न भवति. इदुपदधातुः अस्ति परन्तु गुणः न भवति, अतः तुदादिगणीयधातुः अस्ति. वि योगः लिख् तस्य लिख् इत्यस्य लङ्लकार प्रथमपुरुषे एकवचने अलिखत् इति भवति. अलिखत् वि योगः अलिखत् तत्र यण् सन्धिः भूत्वा व्यलिखत् इति भवति. अतः व्यासः महाभारतं व्यलिखत् इति रूपं भवति. साधु व्यलिखत् तत्र सन्धिकार्यं किम्? वि योगः अलिखत् तत्र यण् सन्धिः भवति. इकारस्य स्थाने यकारः भवति व्य इति. उत्तमं. महाभारतं किञ्चित् वदति वा तस्मिन् प्रसङ्गे? महाभारतं सर्वदा नपुंसकलिङ्गे अस्ति इति इत्येव अहं जानामि भगिनि. महाभारतम् इति पदं समस्तपदमस्ति. महत् भारतम् इति विग्रहवाक्यं वक्तव्यं भवति. महत् भारतं कर्मधारयसमासः अस्ति. विशेषणपूर्वपदकर्मधारयसमासः. महाभारतम् इति नाम किमर्थं दत्तमस्ति? महत्वात् भारवत्वात् महाभारतमुच्यते. महत् इति पदं विशेषणमस्ति. महत् शब्दस्य रूपाणि त्रिषु लिङ्गेषु वदतु. महान् महान्तौ महान् महान्तौ महन्तः महान्तं महान्तं महन्तौ महतः. महत् इति विशेषणमस्ति इति कृत्वा त्रिषु लिङ्गेषु तस्य रूपाणि भवन्ति. नपुंसकलिङ्गे महत् इति रूपमस्ति. पुंलिङ्गे महान् भवति. स्त्रीलिङ्गे महती भवति. महाभारतम् इति लिखितमस्ति समस्तपदं. तथा एव महाबलः महादेवः इत्यादिषु पदेषु अपि विशेषणपूर्वपदकर्मधारयसमासः दृश्यते. तत्र महत् इति प्रातिपदिकं स्वीकर्तव्यं. महत् इति तकारान्तप्रातिपदिकं. किन्तु महत् इति पदं महा किमर्थं भवति इति प्रश्नः उदेति. तत्र महत् प्रातिपदिकात् महा इति रूपं सिद्ध्यति. तदर्थम् एकं विशिष्टं सूत्रमस्ति. आकारादेशः भवति तेन सूत्रेण. आन् महतः समानाधिकरणजातीययोः. आन् महतः समानाधिकरणजातीययोः इति सूत्रेण तत्र आकारादेशः भवति. कर्मधारयसमासप्रसङ्गे समानाधिकरण्यं वर्तते. इत्युक्ते समानम् अधिकरणं यत्र अस्ति तत्र समानाधिकरण्यं कर्मधारयसमासस्य प्रसङ्गे समानाधिकरण्यं भवति. यथा उत्तमबालकः इति कथनेन सः बालकः उत्तमः, तस्मिन् बालके उत्तमत्वम् अस्ति, बालकत्वमपि अस्ति, तत्र अधिकरणं तु समानम् इत्युक्ते बालके एव बालकत्वम् उत्तमत्वम् अपि अस्ति, तत्र समानाधिकरण्यमस्ति इति वक्तव्यमस्ति. एवमेव महाभारतम् इति समस्तपदमस्ति, तत्र महत् भारतम् इति विग्रहवाक्यं. पूर्वस्मिन् वाक्ये सेनापतिः इति पदमस्ति, तस्मिन् प्रसङ्गे रूपाणि किञ्चित् विशिष्टानि. भवती वक्तुमिच्छति वा तस्मिन् प्रसङ्गे? सेनापतिः तत्र हरिशब्दवत् रूपाणि भवन्ति. उत्तमं. पतिशब्दस्य रूपाणि पत्या इति रूपं भवति, किन्तु अत्र सेनापतिः इति शब्दस्य रूपं तत्र तृतीयान्तं रूपं किं भवति? सेनापतिना भवति. मुनिना हरिणा इव अत्र सेनापतिना हरिशब्दवत् रूपाणि वक्तव्यानि. ईकारान्तपुंलिङ्गशब्दः. महाभारतं व्यलिखत्. अग्रे करोतु. अभिमन्युः व्यूहात् बहिरागमनं वियोगः स्नु इति भुवादिगणे भवति वा? स्मर इति तस्य रूपं भवति, अतः तस्य सार्वधातुकप्रत्यये परे तस्य गुणः भवति इति भूत्वा तस्य भुवादिगणः भवति इति अहं चिन्तयामि, न जानामि सम्यक् रीत्या, परन्तु तस्य लङ्रूपम् अस्मरत् इति भवति. अपि च वियोगः अस्मरत् तत्र व्यस्मरत् इति अन्तिमरूपं निष्पन्नम्. उत्तमं. व्यूहात् तस्मिन् प्रसङ्गे वदतु. व्यूहात् इति व्यूहः इति पुल्लिङ्ग कारान्तपुल्लिङ्गशब्दः, तस्य पञ्चमी विभक्तेः रूपं व्यूहात् इति भवति. अभिमन्युः व्यूहात् बहिरागमनं उत्तमं. विस्मृतवान् इति तावत्वन्तरूपमपि साधु एव, नो चेत् व्यस्मरत् इति रूपं भवति. अत्र व्यूहः भगिन्या उक्तमेव, व्यूहः इति पुंलिङ्गशब्दः, तत्रापि यण्सन्धिकार्यमस्ति. वि उपसर्गपूर्वकः, ऊहः इति रूपमस्ति. तत्र ऊहते इति क्रियापदमस्ति, ऊहते इति आत्मनेपदिरूपम् अस्ति. अत्र इतोपि किं ज्ञातव्यम्? ऊहः इति एकं पदमस्ति, ऊहा इति दीर्घ आकारान्तपदमपि अस्ति. तत्र भिन्नप्रत्ययस्य योजनेन भिन्नं रूपं सिद्ध्यति. ऊहः इत्यत्र भिन्नप्रत्ययः अस्ति, ऊहा इत्यत्र अन्यः प्रत्ययः अस्ति. भगिनी, तत्र अभिमन्युः इत्यस्य पदस्य विभक्तिः किमस्ति? प्रथमा अस्ति वा खलु, किन्तु तत्र वाक्ये अभिमन्युः व्यूहात् बहिरागमनम् इति सम्यक् भवति वा? अभिमन्योः इति भवनीयं वा? विस्मृतवान् इति पदम् अभिमन्युः इत्यस्य विशेषणं भवति. तवद्वन्तरूपं वदामश्चेत् विस्मृतवान् भवति. अभिमन्युः विस्मृतवान्. अस्माकं विवक्षानुगुणं केवलं तिङन्तपदमेव योजनीयम् इति चिन्तयामश्चेत् व्यस्मरत्. अभिमन्युः व्यस्मरत्. किं व्यस्मरत्? बहिरागमनम्. अभिमन्युः बहिरागमनं व्यस्मरत्. आं भगिनि, अत्र कर्तृपदम् अपि च तिङन्तपदम् अनयोर्मध्ये सम्बन्धः अस्ति. कीदृशसम्बन्धः वदतु. तत्र क्रियापदस्य सम्बन्धः कर्तरिप्रयोगे कर्तृपदस्य कृते एव भवति. तत्र विस्मृतवान् अथवा व्यस्मरत् इति, कः व्यस्मरत् इत्युक्ते उत्तरम् अभिमन्युः भवति. अत्र प्रथमपुरुष एकवचन तिङन्तपदं वक्तव्यम्. अभिमन्युः व्यस्मरत्, किन्तु तवत्वन्तरूपं योजयामश्चेत् सः विस्मृतवान्. अभिमन्युः विस्मृतवान्, तत्र क्तवत् रूपम् अभिमन्योः विशेषणं भवति. इदमेव वाक्यं भिन्नरीत्या वक्तुमिच्छामश्चेत् अभिमन्योः बहिरागमनं न अभवत् खलु? अभिमन्योः बहिरागमनं न अभवत्, न कृतम्. किन्तु अत्र वाक्यं कर्तरिप्रयोगे अस्ति इति कारणतः तिङन्तपदस्य सम्बन्धः कर्तृपदेन सह भवति. साधु भगिनी. भगिनी, एकः प्रश्नः. अत्र कर्मणि प्रयोगः कर्तुम् इच्छामि चेत् किं भवति? अभिमन्युना बहिरागमनं विस्मृतः भवति वा? विस्मृतं. विस्मृतम्. अथवा अभिमन्युः बहिरागमनं विस्मृतः इति अपि भवति वा? गत्यार्थकः क्रियापदः भवति वा? स्मृ इति. अभिमन्युः गतः भवति, अभिमन्युः मृतः इति भवति, तद्वत् अभिमन्युः विस्मृतः इति अपि भवितुम् अर्हति वा? गत्यर्थके एव भवति इति मन्ये. गतः इति स्मृतिगतवान्, अतः स्मृतिगतवान्. क्तान्तरूपेषु तत्र वाक्यसिद्धिः कथं भवति इति इतोपि चिन्तनीयम्. अभिमन्युना बहिरागमनं विस्मृतम् इति तु साधु एव. त्रीणि एकम् एकं कृत्वा तत्र साधु एव. इदानीम् अरविन्द महोदय, भवान् करोतु अग्रिमं वाक्यं करोतु. देवः भक्तान् पर्यपालयत्. इकोयनचि परि इकार परि इति इकारस्य अकार परे अस्ति कृत्वा इकोयनचि इति सूत्रेण यकारं भूत्वा पर्यपालयत् इति भवति. पर्यपालयत् दिवधातोः रूपम् एव देवः, भज् धातोः रूपमेव भक्तः. अत्र भक्तान् द्वितीया बहुवचनं दत्तमस्ति. पर्यपालयत् परि अपालयत् इति लङ् रूपम् अस्ति. पर्यपालयत् ल्यबन्तरूपं वक्तुमिच्छामश्चेत् परिपाल्य. त्वान्तरूपं वक्तुमिच्छामश्चेत् पालयित्वा. इतोपि भवितुम् अर्हति वा? परिपालिता, भक्तान् परिपालिता, परिपालितवान्. परिपालितवान् देवः भक्तान् परिपालितवान्. अग्रिमं करोतु. आपः समुद्रं प्राविशत्. प्राविशत् प्राविशत् कषवर्णे दीर्घः अकारस्य. आपः इति पदमस्ति, तस्मिन् प्रसङ्गे वदतु. आपः इत्युक्ते जलम् इति अर्थम् इति अर्थे समुद्रं. वासुदेवन् महोदय वदतु. नित्यबहुवचनं आपः शब्दं नित्यबहुवचनं. आपः समुद्रं प्राविशन् प्राविशन् अत्र किं ज्ञातव्यम्? आपः इति नित्यबहुवचनान्तशब्दः, स्त्रीलिङ्गशब्दः इति मन्ये. सप्तसु विभक्तिषु केवलं बहुवचनरूपमेव लेखनीयम्. आपः, अपः, अद्भिः, अद्भ्यः, अपाम्, अप्सु. भवन्तः सर्वे श्रुतवन्तः खलु, मन्त्रपुष्पं शृणुमः चेत् अपां पुष्पम्. अप् इति प्रातिपदिकमस्ति. अप् इति प्रातिपदिकात् षष्ठी विभक्ति बहुवचनरूपम् अपाम्. आपः समुद्रं प्राविशन्, तत्र समुद्रः इति अपि पुंलिङ्गपदमेव. तवत्वन्तरूपं तु प्रविष्टवन्तः. अग्रे करोतु वासुदेवन् महोदय. ईश्वरः भक्तानां समस्यां पद्यहरत् पद्यहरत् परि प्लस् अहरत् पद्यहरत् परिहृतवान् परिहृतवान् इति अन्यत् तवद् रूपं. तवत् रूपम् अत्र ईश्वरः इति पदं दत्तमस्ति खलु. ईश् इति एकः धातुः अस्ति. ईश् धातुः अस्ति. ईश् धातुतः वरच् इति एकः प्रत्ययः अस्ति इति मया पठितं. तेन ईश्वरः इति रूपम् अस्ति. एतादृशानि अन्यानि पदानि स्थाधातुतः स्थावरः, भास् धातुतः भास्वरः इव अत्र ईश् धातुतः वरच् इति प्रत्ययस्य योजनेन ईश्वरः इति पदं सिद्ध्यति इति मया पठितम्. भक्तः इति भज् धातोः रूपमेव भक्तः. तत्रापि चोः कुः इति कार्यमस्ति. अपि च ईश्वरस्य भावः ऐश्वर्यम्. ईश्वरस्य भावः एव ऐश्वर्यम्. अत्र समस्या इति दीर्घ आकारान्तपदमस्ति, किन्तु कर्मपदमस्ति. समस्यां परिहृतवान् समासानां प्रसङ्गे वयं पठितवन्तः समसनं समस्यते, सः एव धातुः अत्रापि अस्ति, अस् धातोः रूपमेव. भगिनि, अत्र सेनापति इति पदम् आगतं किल, भवती उक्तवती तत्र पति इति पति इत्यस्य विभक्तिः न भवति इति. यदा समस्तपदमस्ति किल, पदस्य अन्ते पतिः इति, तादृशानि अन्यानि कानिचन पदानि सन्ति अत्र. श्रीपतिः, सीतापतिः, भूपतिः, नृपतिः अपि. उत्तमम्. केवलं पतिः इति शब्दस्य रूपाणि भिन्नानि, किन्तु समस्तपदमस्ति इति कृत्वा तस्य रूपाणि हरिशब्दवत् वक्तव्यानि, न तु पतिशब्दवत्, खलु? उत्तमम्. अग्रे करोतु महोदय. भक्तः देवाय पुष्पं प्र यच्छ, भक्तः देवाय पुष्पं प्रायच्छत् प्रायच्छत् अयच्छत् इति रूपं, यच्छति यच्छति तस्य लङ् रूपम् अयच्छत्, प्रा प्लस् अयच्छत् प्रायच्छत् प्रायच्छत्. तस्य तवद् रूपं यष्टवान. अस्मिन् प्रसङ्गे किञ्चित् वक्तुमिच्छामि. भक्तः देवाय पुष्पं प्रदत्तवान् इति भवति, प्रदत्तवान् तथा किमर्थं भवति इति प्रश्नः उदेति. भुवादिगणे एकः दाधातुः अस्ति, दाणे इत्यस्मिन् अर्थे. भुवादिगणीयदाधातोः प्रसङ्गे अहं वदन्ती अस्मि. भुवादिगणीयदाधातोः प्रसङ्गे दीर्घसूत्रेण यच् आदेशः भवति इति कृत्वा यच्छति इति रूपं सिद्ध्यति. किन्तु जुहोत्यादिगणे दाधातुः अस्ति, दुदाव् इति सः धातुः, तस्य रूपं ददाति अस्ति. किन्तु द्वयोः धात्वोः क्तवतु रूपाणि समानानि, दत्तवान् इति रूपमेव सिद्ध्यति. जुहोत्यादिगणीयदाधातोः प्रसङ्गे अपि क्तवत्वन्तरूपं दत्तवान्, अत्रापि दत्तवान् एव. इत्युक्ते दाधातुः गणद्वये अस्ति. भुवादिगणे दाधातोः प्रसङ्गे यच् आदेशः भवति पाघ्राध्मा इति सूत्रेण एव. तेन सूत्रेण दाधातोः प्रसङ्गे यच्छ आदेशः भवति इति कृत्वा यच्छति इति रूपं सिद्ध्यति. किन्तु तत् कार्यं केवलं शितिपरे एव भवति, शित् प्रत्यये परे एव भवति. भुवादिगणे अस्ति इति कारणतः शप् प्रत्ययः शित् अस्ति इति कारणेन तत्र यच्छ आदेशः भवति. दत्तवान् इति रूपसाधनवेलायां तत्र दाधातोः रूपं दत्त इति भवति. कथम् इत्युक्ते तत्र एकं विशिष्टं सूत्रमस्ति, दोदद्घोः, दोदद्घोः इति सूत्रेण द शब्दस्य स्थाने दत् आदेशः भवति. अपि च अन्यानि कार्याणि अपि सन्ति इति कृत्वा दत्तवान् इति क्तवत्वन्तरूपम् अस्ति. पुष्पं शब्दस्य बहुवचनं वदतु. पुष्पाणि, पुष्पाणि, पुष्पं पुष्पे, पुष्पं पुष्पे, शकारं निमित्तं शकारमस्ति, शकारस्य निमित्तेन कारणेन निमित्तेन. अग्रिमं करोतु. ज्ञानी वृजिनं संयोगः तृ, ज्ञानी वृजिनं सं तृ तृ तर् तर् भवति तर् सन्दरत्, ज्ञानी वृजिनं वृजिनं सन्दरत्. तृधातोः लङ् रूपं वदतु. लङ् रूपम् अतरत्. इदानीं वर्णमेलनं करोतु. समदरत्, समदरत्, क्षम्यतां भगिनी, समदरत् इति उक्तवान्, समदरत्, समदरत्. ज्ञानी इति पदमस्ति, वदतु. ज्ञानी वृजनं समदरत् सन्दरितवान्, क्तवत्वन्तरूपं वक्तुमिच्छामश्चेत् सन्तीर्णवान्, तीर्णवान् इति रूपं भवति. त्रूधातुः दीर्घरूकारान्तधातुः अस्ति इति कृत्वा कृतयिद्धातोः इति सूत्रेण तीर् भवति. क्तवत् प्रत्ययं योजयितुमिच्छामश्चेत् तत्र तीर्योगः तवत्, तत्र रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण तत्र तीर्ण इति रूपं सिद्ध्यति. सूत्रं किं भगिनि? रदाभ्यां निष्ठातः नः पूर्वस्य च दः. सूत्रं किं भगिनि? सूत्रमेव, सूत्रं वदन्ती अस्मि, रदाभ्यां निष्ठातः नः पूर्वस्य च दः इति सूत्रेण तीर्णवान् इति रूपं भवति. किन्तु अत्र समतरत् इति रूपं सिद्ध्यति. वृजिनम् इति कर्मपदमस्ति. वृजिनम् इत्युक्ते किम्? वृजिनम् इत्युक्ते दुःख, दुःख. वृजिनम् इत्युक्ते सन्तापं, दुःखं. पापम् इति मया पठितं, पापं. किमपि ज्ञानी वृजिनं सन्तीर्णवान्. वृजीवर्जने धातोः रूपमेव वृजिनं. ज्ञानी इति पदस्य प्रातिपदिकं किम्? ज्ञानिन्, ज्ञानिन् नकारान्तशब्दं, ज्ञानिन्. ज्ञानम् इति नपुंसकलिङ्गपदमस्ति, ज्ञानम् इति ल्युडन्तपदमस्ति. किन्तु यस्य ज्ञानमस्ति सः ज्ञानी, सः ज्ञानी, सः ज्ञानी. इनि प्रत्ययान्तरूपं गुणी शब्दवत्. रोगी, रोगी, उत्तमं. त्यागी, त्यागी, उत्तमं. धातुः दीर्घरूकारान्तधातुः अस्ति इति कृत्वा तीर्ण भवति. क्रु अस्ति चेत् कीर्ण भवति, श्रु अस्ति चेत् शीर्ण भवति, गृ अस्ति चेत् गीर्ण भवति. एते धातवः दीर्घरूकारान्तधातवः, गृ गीर्ण, क्रु कीर्ण, श्रु शीर्ण, जृ अस्ति चेत् जीर्ण. एते धातवः सन्ति. अग्रे करोतु महोदय, भवानेव. कृष्णात् सर्वं प्रयोगः वृत् वर्तते, वर्तते. कृष्ण, कृष्णात् सर्वम् अप्रवर्तत, अप्रवर्तत, अप्रवर्तत. प्रवृत्तवान् इति तवद् रूपम्. अत्र पश्यतु, प्रा उपसर्गः अस्ति. वृत् धातोः लङ् रूपं किम्? वृत् वर्तते एव. लङ् रूपम् अवर्तत, अवर्तत. इदानीं प्रायोजयतु. प्रावर्तत, प्रावर्तत, प्रावर्तत, प्रावर्तत. उत्तम. कृष्णात् सर्वं प्रावर्तत. इदमेव वाक्यं भिन्नरीत्या प्रावर्तत इत्यस्मिन् स्थाने तवत् रूपं योजयित्वा वदतु. कृष्णः सर्वं प्रवृत्तवान्. कृष्णात् सर्वं प्रावर्तत, प्रावर्तत इति तत्र लङ्रूपं मास्तु, तस्मिन् स्थाने तवत् रूपं योजयित्वा वदतु. कृष्णः सर्व कृष्णात् कृष्णात् कृष्णः. महोदय, अस्मिन् वाक्ये कर्तृपदं किम्? सर्वं, सर्वं, सर्वमेव. इदानीं परिवर्तनं कृत्वा वदतु, परिवर्त्य वदतु. कृष्णात् सर्वं, समयाभावात् अहं वदामि, कृष्णः इति कर्तृपदं नास्ति, कृष्णात् इति पञ्चमी रूपम् अस्ति. सर्वम् इति पदस्य विशेषणं वक्तव्यम् इत्युक्ते प्रवृत्तवत्. केवलं तवत् रूपं वक्तुम् इच्छामश्चेत् सर्वम् इति नपुंसकलिङ्गपदम् अस्ति इति कृत्वा प्रवृत्तवत्, सर्वं प्रवृत्तवत् इति भवति. साधु महोदय, धन्यवादः. शोभा भगिनि, द्वादशबिन्दु. अर्जुनः गाण्डीवं वियोगः सृज्. सृज् तत्र तु सृज् धातोः गुणः भवति इति मन्ये. सृज् इति अपि च भ्वादिगणे इति मन्ये. सृजति, न न, सृजति इति भवति तत्र. अस्तु, सृज् धातु भ्वादिगणे एव अस्ति. अस्तु, सरति इति भवति. अतः तत्र वि सरति, न न, क्षम्यतां भगिनि, तुदादिगणे. हा, सृज् इति तुदादिगणे अस्ति, अपि च दिवादिगणे अपि अस्ति. किन्तु दिवादिगणे अस्ति चेत् तत्र गाण्डीवं तत्र तत्र दिवादिगणीय अर्थमेव अन्वयः सृज् इति अस्तु वि उपसर्गपूर्वकेन सृज्यते इति भवति दिवादिभ्यः शन् इत्यनेन तत्र विकरणप्रत्ययः शन् आगच्छति सृज्यते इति लट्लाकारे प्रथमपुरुषे एकवचने भवति तत्र अर्जुनः गाण्डीवं विसृज्यते विसृज्यते इति कर्तरि लट् भवति अपि च सृज्यते इत्यस्य लङ्लकाररूपमस्ति असृज्यत इति इकार अकारयोः इकः स्थाने तत्र यण् आगमनीयम् इकारस्य तत्र किं भवति यण् भवति चेत् यकारः भवति अपि च असृज्यत इति क्षमतां तत्र केवलं सन्ति कार्यं भूत्वा वियोगः असृज्यत असृज्यत वियोगः असृज्यत व्यसृज्यत इति भवति अर्जुनः गाण्डीवं व्यसृज्यत इति कर्तरि लङ्रूपम् उत्तमम् सृज् धातुः यथा भवत्या उक्तं दिवादिगणे अस्ति दिवादिगणे आत्मनेपदिरूपम् अस्ति सृज्यते इति आत्मनेपदिरूपम् अस्ति किन्तु द्विदादिगणीय सृज् धातोः प्रसङ्गे सृजति इति रूपमेव अस्ति दिवादिगणीयधातोः रूपं साधु इति अहं चिन्तयामि तत्र भगिनि द्विदादिगणे अर्थः भिन्नः भवति तत्र एतस्मिन् वाक्ये तादृशः अर्थः न भवति इति मन्ये दिवादिगणीयधातोः रूपमेव अत्र स्वीकर्तव्यम् इति मन्ये अपि च सृज् धातोः तवत् रूपं सृष्टवान् विसृष्टवान् इति तवत्वन्तरूपं वक्तव्यं भवति विसृष्टवान् इत्यत्र सृज् धातुः जकारान्तधातुः अस्ति जकारान्तधातुः अस्ति इति कृत्वा व्रश्च भ्रश्च सृज मृज राज इति एकं दीर्घं सूत्रमस्ति सूत्रस्य अर्थः कः इति एकवारं परिशीलयामश्चेत् सूत्रे एव सृज् धातोः उल्लेखः अस्ति सृज् धातुः सूत्रे एव उक्तमस्ति इति कृत्वा व्रश्च भ्रश्च सृज मृज यज राज भ्राज छशांशः इति सूत्रेण आदौ जकारस्य स्थाने षकारः आयाति मूर्धन्यषकारः तेन सृज् सृष् भवति तदनन्तरं ष्टुत्वं भवति ष्टुनाष्टुः इति सूत्रेण ष्टुत्वं भूत्वा सृष्टवत् प्रथमविभक्ति पुंलिङ्गे रूपं सृष्टवान् अग्रिमं करोतु अग्रिमं श्रद्धावान् शान्तिम् अपि च अधि इति उपसर्गः योगः गम् इति धातुः तत्र किं भवति श्रद्धावान् शान्तिम् अधिगच्छति इति भवति तत्र अधि इति उपसर्गस्य विषये एकं विशेष्यम् अस्ति अधि उपसर्गः भवति चेत् तत्र द्वितीया विभक्ति एव भवति श्रद्धावान् शान्तिम् अधिगच्छति इति अपि च किं तत्र लङ्रूपं किं भवति लङ्रूपं तत्र गम् इत्यस्य गच्छति इति लट् रूपम् अगच्छत् इति लङ्रूपम् अधियोगः तत्र अपि अध्यगच्छत् इति लङ्रूपं भवति श्रद्धावान् शान्तिम् अध्यगच्छत् इति उत्तमम् अत्र श्रद्धावान् इति कीदृशं पदं तत् तवतु रूपं श्रद्धवत् श्रद्धावान् श्रद्धावत् श्रद्धावान् श्रद्धावती इति तवतु नास्ति तवतु नास्ति ओ तत्र ओ क्षमतां क्षमतां तत्र मतुप् मतुप् अस्ति आम् आम् आम् गुणवान् धनवान् रूपवान् इत्यादिषु पदेषु मतुप् इति प्रत्ययः अस्ति. श्रद्धा अस्य अस्मिन् वा इति विग्रहवाक्यं वक्तव्यं भवति. श्रद्धा अस्मिन् अस्ति अथवा अस्य अस्ति इति अर्धे मतु प्रत्ययस्य विधानं भवति. श्रद्धा इति आकारान्तप्रातिपदिकम् अस्ति, तत्र आकारान्तस्त्रीलिङ्गपदमस्ति इति कृत्वा श्रद्धावान् इति रूपं भवति. बुद्धिः अस्ति चेत् इकारान्तप्रातिपदिकम् अस्ति इति कृत्वा बुद्धिमान् भवति. हनु इत्यत्र उकारान्तप्रातिपदिकम् अस्ति, उकारान्तप्रातिपदिकम् अस्ति चेदपि हनुमान् हनुमत् इति प्रातिपदिकम्, हनुमत् इति प्रातिपदिकम्. एतेषु शब्देषु मतुप्रत्ययः अस्ति. यसस्वान् यसस् इति प्रातिपदिकम् इत्युक्ते मतुप्रत्ययः तद्धितप्रत्ययः, प्रातिपदिकात् अस्य प्रत्ययस्य योजनं भवति. यशस् प्रातिपदिकात् मतुप्रत्ययस्य योजनेन यशस्वान्. भास् इति प्रातिपदिकात् मतुप्रत्ययस्य योजनेन भास्वान्. पयः वयं जानीमः सकारान्तपदं, पयस् प्रातिपदिकात् मतुप् योजनेन पयस्वान्. कुत्रचित् वान् आयाति, कुत्रचित् मान् आयाति, तत्रापि बहवः नियमाः सन्ति. इत्युक्ते बहूनि सूत्राणि सन्ति तत्र. अकारान्तशब्देभ्यः मतुप्रत्ययस्य योजनेन वान् इति रूपं सिद्ध्यति इति कृत्वा रूपायोगः मतुप् रूपवान्, धनयोगः मतुप् धनवान्. तथा एव अत्र श्रद्धा इति आकारान्तप्रातिपदिकमस्ति इति कृत्वा श्रद्धावान्. अपि च शान्तिः इति क्तिन् प्रत्ययान्तरूपं, शम् इति धातुः अस्ति. शम् धातुः कुत्र अस्ति? दिवादिगणे अस्ति. दिवादिगणीय शम् धातोः रूपं शाम्यति. धातुः तु शम् एव, किन्तु शाम्यति इति रूपम् अस्ति. किमर्थम् इत्युक्ते तत्र शमामष्टानां दीर्घः श्यनि इति एकं सूत्रमस्ति. श्यनि इत्युक्ते श्यन् प्रत्यये परे. श्यन् कुतः आगतः इत्युक्ते दिवादिगणीयविकरणप्रत्ययः श्यन् अस्ति इति कृत्वा शमामष्टानां दीर्घः श्यनि सूत्रेण शाम्यति इति रूपमस्ति. शम् धातोः क्तिन् रूपमेव शान्तिः. श्रद्धावान् शान्तिम् अधिगच्छति. अधिगच्छति इत्युक्ते प्राप्नोति. अत्र लङ् रूपम् अध्यगच्छत् इति वक्तव्यमस्ति. साधु. इदानीं तत्र भास् इत्यस्य धातोः किम् उक्तवती? भास् प्रातिपदिकम्. हा, ओ प्रातिपदिकम् अस्तु भास् इति. किन्तु भा इति धातुः अस्ति. हा, न किमर्थं पृष्टवती इत्युक्ते तत्र भासते, भाषते किल, भाषते इति वा? अहं प्रातिपदिकानां प्रसङ्गे वदन्ती अस्मि. किमर्थं चेत् मतु प्रत्ययः प्रातिपदिकात् विधीयते, न तु धातुभ्यः. इत्युक्ते प्रत्ययानां विधानं धातुभ्यः भवति, प्रातिपदिकेभ्यः अपि भवति. प्रातिपदिकात् प्रत्ययस्य योजनेन सुबन्तपदम् अथवा तद्धितान्तं पदं सिद्ध्यति. किन्तु धातुतः प्रत्ययस्य योजनेन तिङन्तपदम् अथवा कृदन्तपदं सिद्ध्यति. किन्तु अत्र मतु प्रत्ययः प्रातिपदिकेभ्यः विधीयते. भास् इति प्रातिपदिकमस्ति. भास् प्रातिपदिकात् मतु प्रत्ययस्य योजनेन भास्वान्. भास्वान् अस्तु. अहं चिन्तितवती तत्र गुड् ओरेटर् इति भवति वा इति, किन्तु तत्र भाष् नास्ति, भास् अस्ति. अस्तु, भास्वान् रूपं. किन्तु अदादिगणे भा इति धातुः अस्ति. अदादिगणे अस्ति इति कारणतः भा धातोः रूपं किं भवति? भाति. इति भाति इत्युक्ते, इति भाति इत्युक्ते भासते एव तत्र, तदेव अर्थे. किन्तु अदादिगणे भाति एव भवति. अपि च इति मम चिन्तनम् इति अर्थः. तस्मिन् सन्दर्भे भाति इति अदादिगणीयधातोः रूपं वदामः. भाति इति तिङन्तपदमस्ति. किन्तु भास् इति प्रातिपदिकात् मतुप् योजनेन भास्वान्. भास्वान् इत्युक्ते तथा चिन्तितवान् इति भवितुम् अर्हति किल इति मन्ये. किन्तु अत्र भास्वान् इति पदस्य अर्थः भिन्नः. ओ अस्तु. सूर्यः इति भाति, भास्वान् भास्वान् सूर्यः. तत्र भास्वत् इति प्रातिपदिकं भवति. इत्युक्ते मतु प्रत्ययस्य योजनेन तकारान्तपदं सिद्ध्यति. तत्र प्रातिपदिकं भास्वत् यथा गुणवत्. भास्वत् इति प्रातिपदिकात् प्रथमाविभक्ति एकवचनरूपं भास्वान्, भास्वान् इत्युक्ते सूर्यः, सूर्यः भास्करः इति, भास्करः भास्करः भास्करः उपपदसमासः इति चिन्तयामि. उपपदसमासे एव भाः करोति इति भास्करः, दिवाकरः भास्करः, निशाकरः. भगिनी तत्र भाः करोति इति दत्तम्. तेषु पदेषु उपपदसमासः अस्ति इति भाति. साधु. इदानीं भूमा भगिनी भवती करोतु. बुधः कृष्णं प्रयोगः पद्, बुधः कृष्णं प्रपद्यते, पद् धातु पद्यते प्रपद्यते, अपदत अपदत् पद् धातुः दिवादिगणे अस्ति इति कृत्वा पद्यते इति आत्मनेपदीरूपम् अस्ति. पद्यते इति आत्मनेपदी लट् रूपम् अस्ति, किन्तु लङ् रूपम् अत्र लेखनीयं. प्र उपसर्गपूर्वकः अपद्यत. भूमा भगिनी वदतु. त्वं बुधः कृष्णं अपद्यत् अपद्यते, क्षम्यताम्, अपद्यत इति भवती उक्तवती भगिनी. अतः प्रयोगः अपद्यत, अत्र प्रापद्यत इति भवति. बुधः कृष्णं प्रापद्यत. तदनन्तरं भक्ताः देवं प्रयोगः नियोगः पत् इति. तत्र नकारस्य णत्वं भवति. पत् इति धातोः परस्मैपदी अस्ति, तत्र अपतत् इति भवति. नियोगः अपतत् न्यपतत् इति भवति. अतः प्रण्यपतत् इति भवति. तत्र णकारः भवति, प्रण्यपतत् इति. समीचीनं वा? साधु. पद् धातोः रूपमेव पन्नवान्, प्रपन्नवान्. पद् धातोः रूपमेव पन्न. तत्र अपि रदाभ्यां निष्ठातः नः पूर्वस्य चदः सूत्रेण नकारद्वयम् आयाति. प्रपन्नः इत्युक्ते शरणागतः. प्रणिपतितवान् इति रूपं भवति. तत्र प्रणिपतितवान् इत्यत्र प्र इत्यत्र रेफः अस्ति, प्र इत्यस्मिन् निमित्तम् अस्ति, किन्तु प्र उपसर्गात् परं नि इति उपसर्गः अस्ति. तत्र दन्त्यनकारः अस्ति, किन्तु णत्वं भवति. गते सप्ताहे अस्माभिः चर्चितं, तत्र विशिष्टसूत्रेण णत्वं भवति पत् धातोः प्रसङ्गे, खलु? आं भगिनि. नेर्गद नद पद पत, केचन धातवः दत्ताः तस्मिन् दीर्घसूत्रे. पत् धातोः प्रसङ्गे भक्ताः देवं प्रणिपतितवन्तः इति भवति. अत्र वाक्यं पश्यन्तु, बहुवचने दत्तमस्ति, तदर्थं रूपं बहुवचने वक्तव्यं, लङ् रूपमपि. वदतु. प्रयोगः नियोगः पत् अपतन् इति तस्य लङ् रूपं भवति बहुवचने, ण्यपतन् अतः प्रण्यपतन् इति भवति. भक्ताः देवं प्रण्यपतन्, प्रण्यपतन् प्रण्यपतन् अपतन्येव. अग्रिमं करोतु, अन्तिमं. कुरुक्षेत्रे धर्मयुद्धं प्रयोगः वृत्, वृत् इति आत्मनेपदी धातुः, तस्य लङ् रूपम् अवर्तत इति भवति. प्रयोगः अवर्तत, प्रावर्तत इति भवति. अतः कुरुक्षेत्रे धर्मयुद्धं प्रावर्तत. उत्तमम्. अत्र कुरुक्षेत्रम् इति अपि समस्तपदमस्ति, नपुंसकलिङ्गपदमस्ति. क्षेत्रम् इति नपुंसकलिङ्गपदं, कुरूणां क्षेत्रम् इति षष्टितत्पुरुषसमासः अस्ति. कुरुः इति उकारान्तशब्दः, कुरुः कुरु, कुरवः, कौरवः इति पदं, कुरोः अपत्यं पुमान् इति. कौरवाः इति वदनेन कुरोः अपत्यं पुमांसः इति वक्तव्यमस्ति. पुमान्, पुमांसौ, पुमांसः इति रूपाणि तत्र भवन्ति. धर्मयुद्धम् इति नपुंसकलिङ्गपदमस्ति खलु, तदर्थं क्तवत् रूपं योजयितुमिच्छामश्चेत् क्तवत् रूपम् अपि नपुंसकलिङ्गे भवति इति कृत्वा कुरुक्षेत्रे धर्मयुद्धं प्रवृत्तवत् इति भवितुमर्हति खलु. धर्मयुद्धम् इति अपि समस्तपदमेव, तत्र विग्रहवाक्यं कथं भवितुमर्हति? धर्माय युद्धम् इति मया चिन्तितम्. धर्मस्य कृते धर्माय धर्मसंस्थापनाय किमपि तत्र चतुर्थी भवितुमर्हति. समस्तपदानां प्रसङ्गे भिन्नभिन्नरीत्या अपि वक्तुं शक्यते. विग्रहवाक्यानि साधु एव. वयं सम्यक् चिन्तनं कृतवन्तः. इदानीं स्थगयामः. सर्वेषां धन्यवादाः.